नमो हिरण्यबाहवे हिरण्यवर्णार हिरण्यरूपार हिरण्यपतरेऽम्बिकापतज उमापतरे पशुपतरे नमो नमः ऋतकम् सत्यम् पदम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रः सन्महो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् च जत् सर्वोऽह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तद्रुद्राय प्रचेतसे मीढुष्टमाजतव्यसे वोचे वशन्तमगम् हृते सर्वोऽह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु।